अस्तु, तर्हि कालिकपरत्वापरत्वनिरूपणस्य विषये चर्चा जायमाना अस्ति अधुना। तत्र च पुनःस्मरणार्थं परापरत्वस्य लक्षणवाक्यमस्ति परापरव्यवहारासाधारणकारणे परत्वापरत्वे इति। तत्र च परत्वापरत्वं द्विविधं, दिक्कृतं परत्वापरत्वम् अपि च कालकृतं परत्वापरत्वम्। दिक्कृतं परत्वापरत्वं समाप्य अधुना कालकृतपरत्वापरत्वविषये प्रसङ्गः आगतः। तत्र च वयं परिशीलितवन्तः यत् ज्येष्ठे परत्वम् अस्ति, कनिष्ठे अपरत्वम् इति गुणः अस्ति इति। तर्हि शास्त्रीयरीत्या पश्यामः चेत् ज्येष्ठता एव परत्वं, कनिष्ठता एव अपरत्वम् इति सिद्ध्यति। तस्मिन् सन्दर्भे लोकप्रसिद्धम् उदाहरणं रामलक्ष्मणयोः उदाहरणं स्वीकृत्य परत्वापरत्वस्य परिशीलनं सञ्जातम्। रामः ज्येष्ठभ्रातः इति कृत्वा रामे परत्वम् इति अस्ति, लक्ष्मणः कनिष्ठभ्राता इति कृत्वा लक्ष्मणे तु अपरत्वम् अस्ति इति सिद्ध्यति, यतोहि रामः पूर्वमुत्पन्नः, लक्ष्मणः तस्मात् पश्चात् उत्पन्नः, रामात् पश्चात् उत्पन्नः इति। तर्हि अधुना पूर्वः परः अथवा पश्चात् इति वदामश्चेत् तत्र कालस्य विषयः आगच्छति। अपि च वयं जानीमः यत् कालः तु विभूद्रव्यं नित्यं च, एकः एव, तस्मिन् खण्डाः न भवन्ति। तर्हि कथञ्चित् कालस्य मापनम् आवश्यकं भवति, यथा दिशः मापनार्थं फलकारूपेण पादयः निर्मीय तत्र दिशः मापनं कृत्वा तत्र दूरस्थे परत्वं, समीपस्थे अपरत्वम् इति साधितवन्तः। तद्वत् काले अपि उपादयः स्युः, येन कालस्य मापनं भवति इति कृत्वा क्रिया एव कालोपाधि, कालसङ्कोचकोपाधि रूपेण स्वीक्रियते। नो चेत् कालः तु एकः एव, अनन्तः, अनादिः इति कृत्वा, तर्हि क्रियाः स्वीक्रियन्ते कालोपाधिरूपेण। तत्र पुनः किञ्चित् पुनरावर्तनं कृत्वा अग्रे सरेम। तर्हि रामशरीरं पूर्वम् उत्पन्नम् इति उच्यते। रामशरीरं पूर्वम् उत्पन्नम् इति वदनार्थं काचित् क्रिया आवश्यकी, येन तादृशमापनं स्यात् इति कृत्वा सूर्यस्य क्रिया कथञ्चित् रामशरीरे आनीता आसीत्। तत्र तस्य विषये किञ्चित् परिशीलनं कुर्मः अधुना। तर्हि राजेन्द्रमहोदय वदति वा, सूर्यस्य याः क्रियाः सन्ति ताः केन सम्बन्धेन सूर्ये वर्तन्ते? सूर्ये याः क्रियाः अस्ति तत् समवायसम्बन्धेन सूर्ये वर्तते। हा, समीचीनम्। सूर्यस्य क्रिया समवायसम्बन्धेन सूर्ये वर्तते इति कृत्वा तत्र सूर्यः कः, कस्य आश्रयः भवति सूर्यः? सूर्यः क्रियायाः आश्रयः भवति। अस्तु, अपि च कीदृशकारणं भवति क्रियायाः? समवायिकारणं। समीचीनम्। अतः क्रियायाः स्वसमवायिकारणं भवति सूर्यः। स्वम् इति क्रिया इति भवति चेत् तत्र स्वसमवायीकारणं भवति सूर्यः, अथ क्रियायाः आश्रयः अपि। अस्तु, तर्हि इतः अग्रे गत्वा एषा क्रिया पुनः रामशरीरे तु नास्ति इति वयं जानीमः। एषा क्रिया तु सूर्यस्य शरीरे अपि, सूर्ये एव अस्ति इति कृत्वा रामशरीरं क्षम्यताम्। तर्हि एषा या क्रिया अस्ति सूर्ये सा तु समवायसम्बन्धेन सूर्ये एव वर्तते, न तु रामशरीरे इति कृत्वा कथञ्चित् क्रिया रामशरीरे भवतु इति कृत्वा तत्र परम्परासम्बन्धः कल्पनीयः भवति। परम्परासम्बन्धः कीदृशः इत्युक्ते घटपरिमाणस्य आश्रयः यया रीत्या कपाले कल्प्यते तया रीत्या एव कल्पनीयं भवति इति इति. तर्हि अधुना किञ्चित् कपालस्य अपि च घटपरिमाणस्य सम्बन्धं परिशीलयिष्यामः. तर्हि सुनील् महोदय तस्य विषये किञ्चित् वदति वा, घटपरिमाणं कथं कपाले आगच्छति इति? अहं प्रयत्नं करोमि. घटपरिमाणं समवायसम्बन्धेन घटे अस्ति. घटः समवायसम्बन्धेन कपाले अस्ति. कपालपरिमाणमपि समवायसम्बन्धेन कपाले अस्ति. अतः घटपरिमाणमिति स्वं घटः समवायी अस्ति. स्वसमवायित्वम् अत्र कपाले अस्ति. अतः कपालपरिमाणं घटपरिमाणं प्रति परम्परासम्बन्धेन कारणं भवति. हा हा, तदपि तत् सत्यमेव, कपालपरिमाणं घटपरिमाणस्य कारणम् इति तत्तु सत्यं, नितरां सत्यं. किन्तु अत्र एकं वाक्यमस्ति खलु, कपालस्य घटपरिमाणाश्रयत्वात् घटपरिमाणाश्रयत्ववत् इति अस्ति. घटपरिमाणाश्रयत्ववत् इति उक्तं, तर्हि कपालघटपरिमाणयोः कीदृशसम्बन्धः अस्ति इति मध्ये उक्तं, स्वसमवायीसमवायित्वसम्बन्धः इति. हा, तस्य किञ्चित् विश्लेषणं करोतु कृपया. अत्र स्वमिति घटपरिमाणमस्ति, स्वसमवायी इति घटः अस्ति, तदेव किल? सत्यं सत्यं. स्वसमवायित्वं घटे अस्ति. सत्यं. घटः समवायसम्बन्धेन कपाले अस्ति, अतः कपालः स्वसमवायी संयुक्तः इति. न, स्वसमवायी समवायि कपालः. समवायि समवायि खलु? आम् आम्. हा, स्वसमवायी समवायी इति कपालः. तर्हि आहत्य केन सम्बन्धेन भवति घटपरिमाणं कपाले? घटपरिमाणं स्वसमवायि समवायिसम्बन्धेन. हा, स्वसमवायी समवायि इति वदति चेत् तत्र कपालः आगतः, स्वसमवायी घटः, घटस्य समवायी पुनः कपालः. केवलं स्वसमवायी समवायि इत्यस्य वदनेन कपालः एव निर्दिष्टः भवति इति कृत्वा कपाले विद्यमानः धर्मः स्वीकरणीयः भवति. अतः त्वप्रत्ययस्य योजनं स्वसमवायी समवायित्वसम्बन्धेन. कः कस्मिन्? हा, कः कस्मिन् अस्ति? घटपरिमाणं कपाले अस्ति. हा, समीचीनं. हा, इति कृत्वा घटपरिमाणाश्रयत्वं कपाले आगतं. तद्वत् अधुना राजेन्द्रमहोदयेन यदुक्तं, सूर्ये याः क्रियाः सन्ति ताः रामशरीरे आनेतव्याः. यथा कपालघटपरिमाणयोः परम्परासम्बन्धः कल्पितः तद्वत्. अस्तु, तर्हि अधुना परिशीलयिष्यामः. तर्हि रामप्रिया भगिनी, कालः अपि च सूर्यः तयोः कीदृशसम्बन्धः? कालः सूर्यः संयोगसम्बन्धः. संयोगसम्बन्धः, किमर्थं तथा? द्रव्ययोः मध्ये संयोगसम्बन्धः इति. हा, समीचीनमस्ति. द्रव्ययोः मध्ये तादृशसम्बन्धः अस्ति. पुनः कालः अपि च रामशरीरः तयोः मध्ये? तदपि संयोगसम्बन्धः एव. किमर्थं? कालः द्रव्ययोः मध्ये संयोगसम्बन्धः इति. सत्यं, कालः अपि द्रव्यं, रामशरीरमपि द्रव्यम् इति कृत्वा तयोः अपि संयोगसम्बन्धः. तर्हि अधुना अस्माभिः किं दृष्टं? प्रथमतया सूर्यः कालः तयोः संयोगः, तदनन्तरं कालः रामशरीरः तयोः शरीरं, तयोः मध्ये अपि संयोगसम्बन्धः एव अस्ति इति. अपि च क्रिया कुत्र अस्ति? क्रिया सूर्यस्य उपरि अथवा सूर्य क्रिया सूर्य अस्ति सूर्य अस्ति समवायसम्बन्धेन समवायसम्बन्धेन तर्हि अधुना स्वम् इत्युक्ते किं स्वम् इत्युक्ते क्रिया हा बहु समीचीनं भगिनि अस्तु तर्हि सर्वम् आगतं स्वम् इत्युक्ते क्रिया सूर्यकालयोः संयोगः पुनः कालरामशरीरयोः संयोगः इति सर्वम् आगतं तर्हि अधुना सरला भगिनि तर्हि सम्बन्धं कल्पयतु कृपया क्रिया अपि च रामशरीर शरीरयोः मध्ये क्रिया रामशरीर सम्बन्धं भवति स्व अपि स क्रिया सूर्यक्रिया समवायी भवति सूर्यः स्वसमवायी संयुक्तः कालसंयुक्तत्वे रामशरीरे भवति संयुक्तत्वं रामशरीरे भवति स्वसमवायी स्वसमवायी सूर्य स्वसमवायी सूर्यः समीचीनं सूर्य संयुक्तकाल संयुक्तत्वं रामशरीरे सम्यक् अस्ति भगिनि तर्हि स्व इति क्रिया स्व इति क्रिया तस्य आश्रय वा समवायी अति सूर्य सूर्यकालेन सह संयुक्त अस्ति वा संयोगसम्बन्धेन अस्ति कालः पुनः रामशरीरे संयुक्तत्वे कालस्य संयुक्तत्वं रामशरीरे भवति आहत्य आहत्य स्व स्व आश्रयतपनसंयुक्तकालसंयुक्तत्वं रामशरीरे अस्तु बहु सम्यक् परम्परासम्बन्धः निष्पन्नं भवति परम्परासम्बन्धः कल्पितः सो सूर्यक्रिया रामशरीरे परम्परासम्बन्धेन आगता अस्ति आगता तर्हि क्रिया अस्ति स्व आश्रय इत्युक्ते क्रियायाः आश्रयतपनः स्व आश्रयतपन तेन संयुक्तः कालः इति कृत्वा स्व आश्रयतपनसंयुक्तकालः पुनः तेन संयुक्तः रामशरीरं तर्हि कालसंयुक्तत्वम् इति रामशरीरे आहत्य स्वाश्रयतपनसंयुक्तकालसंयुक्तत्वसम्बन्धेन सूर्यस्य क्रिया रामशरीरे आगता इति कृत्वा समीचीनम् इति कृत्वा अधुना तेन आधारेण इत्युक्ते परम्परासम्बन्धे सम्बन्धेन क्रिया सूर्यस्य क्रिया रामशरीरे आगता इति कृत्वा तेन आधारेण रामस्य शरीरस्य कालिकमापनं भवति रामः पूर्वः इति तादृशी क्रिया लक्ष्मणशरीरे अपि आगच्छति तर्हि तस्य आधारेण मापनं कर्तुं शक्नुमः कः पूर्वः कः परः इति तर्हि इति वार्ता आसीत् अस्तु तर्हि इतः अग्रे सर्तुं शक्नुमः इति मन्ये अत्र कोऽपि प्रश्नः वा एतावत्पर्यन्तं या चर्चा जाता तस्यां अस्तु नो चेत् अग्रे सरेम जयन्ती भगिनी पठति वा परन्तु लक्ष्मणशरीरे इति आरभ्य परन्तु लक्ष्मणशरीरे परम्परासम्बन्ध श्रूयते खलु भगिनि आमां श्रूयते मम ध्वनिः श्रूयते वा आं भगिनि परन्तु लक्ष्मणशरीरे परम्परासम्बन्धेन यावत्यः क्रियाः आगताः ततः पूर्वं काश्चन क्रियाः रामशरीरे आगताः तासाम् आश्रयः लक्ष्मणशरीरं नैव भवितुम् अर्हति कथं हि तत् अनुत्पन्नमेव क्रियाणाम् आश्रयः भवेत् ताश्च काश्चन क्रियाः रामशरीरेण अनुभूता इति रामशरीरं लक्ष्मणशरीरसम्बन्धक्रियापेक्षया अधिकक्रियासम्बन्धम् इति रामः ज्येष्ठः इति व्यवह्रियते रामशरीरसम्बन्धक्रियापेक्षया न्यूनक्रियासम्बन्धं लक्ष्मणशरीरम् इति लक्ष्मणः कनिष्ठः भवति अत्र सारांशः अस्ति यत् तदनन्तरम् अहं वाक्यशः पठामि. अत्र यथा पूर्वं काल् दिक्कृतपरत्वापरत्वविषये काशफलकान् स्वीकृत्य अस्माभिः साधितम् अस्ति यत् एकस्मिन् परत्वमस्ति चैत्रे वा चैत्रे परत्वं मैत्री अपरत्वम् इति साधितम् आसीत्. तदा अत्र क्रिया तु भ्रमणक्रिया तु परम्परया अस्माभिः रामस्य शरीरे आनीताः, भ्रमणक्रियाः आनीताः. तदेव आश्रयरूपेण स्वीकृत्य वा आधारभूत्वा रामशरीरे परत्वम् अस्ति इति साधयामः. कथम् इत्युक्ते भ्रमणक्रियायाः गणनं भवति चेत् रामस्य जन्म तु पूर्वं जातम्, अतः तस्मिन् सूर्यक्रियाः अधिकाः भवेयुः. लक्ष्मणः तु अनन्तरं सञ्जातः, अतः लक्ष्मणे तु रामस्य शरीरस्य अपेक्षया न्यूनाः सूर्याः भवेयुः. अतः क्रियायाः आधारेण रामः ज्येष्ठः वा रामे ज्येष्ठत्वं वा रामे परत्वम् इति साध्यते. तर्हि लक्ष्मणे कनिष्ठत्वं वा अपरत्वम् इति साध्यते. वाक्यशः पठामि वा भगिनी? हा हा हा, सारांशः बहु समीचीनमासीत् भगिनि, वस्तुतः तदेव. तर्हि प्रायः अन्यः कोऽपि प्रतिपादयत्, राजेन्द्रमहोदय किञ्चित् वाक्यशः पठति वा? आं भगिनि, इदानीं किमस्ति अत्र लक्ष्मणशरीरे या परम्परया परम्परासम्बन्धेन यावत् सूर्यक्रियाः आगताः तत्पूर्वं रामशरीरं पूर्वम् उत्पन्नम् आसीत्. तत् कारणतः तावत् अपेक्षया लक्ष्मणशरीरे किञ्चित् न्यूना क्रियाः आगताः. तासाम् आश्रयः लक्ष्मणशरीरे यादृशी क्रिया सूर्यक्रियाः रामशरीरे आगताः क्रियाः लक्ष्मणशरीरे न भवितुम् अर्हति. यथापि तस्य जन्मः अनन्तरं जातं तथा. समीचीनं महोदय, अत्र तासाम् इत्युक्ते केषाम् अथवा कासाम्? सूर्यक्रियाः आश्रयः. हा समीचीनं, सूर्यक्रियाणां क्रियाणाम् आश्रयः लक्ष्मणशरीरे न भवितुम् अर्हति. यद्यपि लक्ष्मणशरीरस्य जन्म अनन्तरम् अभवत् आश्रयः. यत् पूर्वं क्रियायाः रामशरीरे आश्रयः आसीत् ते क्रियाः लक्ष्मणशरीरे न भवितुम् अर्हति. काश्चन क्रिया रामशरीरे अनुभूता. लक्ष्मणस्य जन्मपूर्वं या क्रियाः रामशरीरेण अनुभूताः तथा रामशरीरं लक्ष्मणशरीर सम्बन्धक्रिया अपेक्षया अधिकक्रियासम्बन्धम् इति रामः ज्येष्ठः. रामशरीरे या क्रियाः अनुभूयते ता क्रियाः लक्ष्मणशरीरस्य अपेक्षया अधिकः जातः. तत्कारणात् रामः ज्येष्ठः. अपि तु रामशरीरस्य यः क्रियाः जातः तत् अपेक्षया लक्ष्मणशरीरे न्यूनक्रियाः क्रियासम्बन्धः अस्ति. तत्कारणात् लक्ष्मणः कनिष्ठः भवति. हा बहु समीचीनमस्ति. तर्हि क्रियासम्बन्धम् अवलम्ब्य तत्र एकः ज्येष्ठः अपरः कनिष्ठः इति निर्णीयते. रामशरीरे याः क्रियाः सम्बध्यन्ते ते अधिकाः स्युः लक्ष्मण शरीरसम्बन्ध क्रियासम्बन्ध अपेक्षया इति कृत्वा तेन आधारेण कः ज्येष्ठः कः कनिष्ठः इति निर्णीयते. अत्र कोऽपि प्रश्नः वा? तत्र भगिनि, भगिनि, ज्येष्ठः कनिष्ठः तु पूर्वे सञ्जातः इति काले भवितुमर्हति न? आम् आम् आम् सत्यं, तदेव इदानीं वयं चर्चितवन्तः यत् कालः तु एकः एव खलु, कालस्य खण्डनं विभजनं न भवति. विभुः नित्यः, कालस्य विभजनं केन क्रियते अथवा कया क्रियते इत्युक्ते क्रियया. सूर्यास्तम् इति एक, सूर्योदयः इति एकः एका क्रिया, सूर्यास्तः इति एका क्रिया. तद्वत् रामशरीरे सूर्यस्य भ्रमणक्रिया आनेतव्या भवति. तर्हि रामशरीरे यावत्यः क्रियाः भवन्ति ताः क्रियाः लक्ष्मणशरीरे यावत्यः क्रियाः भवन्ति तदपेक्षया अधिकाः इति कृत्वा रामः ज्येष्ठः लक्ष्मणः कनिष्ठः इति उच्यते. दिनानि अपि क्रियायाः आधारेण एव भवति. यथा अहम् उक्तवती सूर्योदयः इति एका क्रिया, सूर्योदयः भवति चेत् तदा एकं दिनं, द्विवारं सूर्योदयः भवति चेत् दिनद्वयं तथा. तर्हि क्रिया एव मापिका भवति कालस्य. अस्तु इति कृतं वा? मापनं, मेजर्मेण्ट्, मेजर् मेजरिङ्ग् भगिनि, मापनं क्रियते. भगिनि एकः प्रश्नः अस्ति, यदा लक्ष्मणः दीर्घकालं जीवति चेत् तस्य क्रिया रामस्य अपेक्षया अधिकं भवति किल इति शनिवासरस्य वर्गे अपि आगतं इति सत्यमेव. हा इति सत्यं. तर्हि किञ्चित् वक्तव्यमस्ति अत्र यत् तर्हि रामलक्ष्मणौ समानकालिकौ स्तः अथवा न इति द्रष्टव्यं. रामशरीरः रामशरीरं समानकाले अस्ति वा, लक्ष्मणशरीरसमानकालिकं शरीरम् अस्ति वा इति परिष्कारः अपेक्षितः अत्र. तथा पश्यामश्चेत् प्रायः शतवर्षेभ्यः पूर्वं यः जातः सः केवलं दशवर्षाणि यावत् जीवितः इति चिन्तयतु. तर्हि सः तयोः मध्ये कथं खलु इति भवति खलु इति अस्ति. तत्र परिष्कारः अपेक्षितः एव. समकालिकौ भवतः चेत् तर्हि तयोः मध्ये तादृश क्रिया आधारेण ज्येष्ठत्वम् अथवा कनिष्ठत्वम् आरोप्यते इति. अस्तु इति अस्ति. तर्हि अग्रे सरेम, अग्रे सन्ध्या भगिनी पठति वा? आं भगिनि. तथा च तादृशाधिकसूर्यक्रियावतिशरीरे परत्वाख्यः गुणः, तादृशन्यूनक्रियावतिशरीरे च अपरत्वाख्यः गुणः उत्पद्यते इति वैशेषिकैः अङ्गीक्रियते. एतवेव आदाय सर्वत्र ज्येष्ठः कनिष्ठः इति च व्यवहारः बोध्यः. महाकालनिरूपणाधीनौ एतौ गुणौ तदुपाधिभूताः याः रविक्रियाः तन्निरूपणाधीनौ च, अतः कालिकपरत्वं कालिकापरत्वम् इति च तयोः संज्ञा. सर्वं चैतत् अभिसन्धाय मूले उक्तं ज्येष्ठे कालकृतं परत्वं, कनिष्ठे कालकृतम् अपरत्वम् इति. तर्हि तर्हि यस्मिन् शरीरे सूर्यस्य अधिकाः क्रियाः भवन्ति तादृश शरीरे परत्वम् इति नाम्नः गुणः अस्ति इति. अनन्तरं यस्मिन् शरीरे सूर्यस्य न्यूनाः क्रियाः भवन्ति तस्मिन् शरीरे अपरत्वम् इति नाम्नः गुणः उत्पद्यते इति वैशेषिकानां मतम् इति वा वैशेषिकाः वदन्ति इति. समीचीनं भगिनि. अत्र किञ्चित् पदस्य अपि विवरणं करोतु. क्रियावती इति कीदृशं पदमस्ति? तत्र क्रियावत् इति तत्र मतु प्रत्ययः, क्रिया अस्मिन् अस्ति इति नपुंसकलिङ्गपदं, तस्य सप्तमी विभक्ति. तर्हि क्रियावत् शरीरम् इति प्रथमविभक्तिः, क्रियावति शरीरे इति सप्तमी एकवचने. सम्यक्. अनन्तरं तर्हि एतस्य आधारेण वैशेषिकाः एतद् अङ्गीकुर्वन्ति यत्र न्यून सूर्यक्रियाः तत्र अपरत्वं, यत्र अधिकाः सूर्यक्रियाः तत्र परत्वम् इति शरीरस्य विषये. तर्हि तद् आधारीकृत्य सर्वत्र ज्येष्ठः कनिष्ठः इति व्यवहारः क्रियते. अनन्तरम् एतौ गुणौ परत्वम् अपरत्वं च गुणद्वयमपि महाकालनिरूपणाधीनौ. तर्हि महाकालस्य निरूपणस्य आधीनौ एतौ इति. तर्हि महाकालनिरूपणं कृत्वा एतस्य निरूपणम् एतयोः निरूपणं कुर्मः इति वा? तावदेव अस्ति. महाकालस्य निरूपणम् अवलम्बेते एतौ इति. अनन्तरं तदुपाधिभूताः याः रविक्रियाः, तर्हि तद् इत्युक्ते अत्र महाकालः. तर्हि महाकालस्य उपाधयः भवन्ति रविक्रियाः, सूर्यस्य क्रियाः इति. तर्हि तदुपाधिभूताः याः रविक्रियाः तन्निरूपणाधीनौ च. तर्हि क्रिया रविक्रियायाः अपि आधीनौ इति वा? कः कस्य अधीनः? एतौ गुणौ परत्वापरत्वम् इति गुणौ महाकालस्य निरूपणम् अवलम्बेते, अपि च रविक्रियायाः अपि निरूपणम् अवलम्बेते इति. रविक्रियायाः सम्बन्धः किमर्थम् इत्युक्ते कालस्य उपाधयः भवन्ति रविक्रियाः इति कृत्वा. हा, समीचीनम् इति अस्ति वार्ता. अतः एतयोः नाम परत्वम् अपरत्वम् इति एतयोः गुणयोः नाम तत्र कालिकपरत्वं कालिकापरत्वम् इत्यपि भवति. अतः एतत् सर्वम् अभिसन्धाय इत्युक्ते मनसि निधाय इति वक्तुं शक्नुमः. तर्हि एतत् सर्वं मनसि निधाय मूले उक्तमस्ति. ज्येष्ठे कालकृतं परत्वम् इत्युक्ते ज्येष्ठे यः यत् परत्वं नाम्नः यः गुणः अस्ति तत् कालकृतं परत्वम्, अपि च कनिष्ठे यद् अपरत्वमस्ति तदपि कालकृतम् अपरत्वम् इति उच्यते. हा, समीचीनमस्ति. तर्हि कालिकपरत्वं कालिकापरत्वम् इति किमर्थं वदन्ति इत्युक्ते कालस्य उपरि तस्य किम् अवलम्बः भवति. किं भगिनि, सरला भगिनि? न अवलम्बामि उक्तवती. हा, इति अस्ति. तर्हि कालस्य उपरि अवलम्बः भवति चेत् कालस्य उपादयः ये भवन्ति क्रियारूपेण तेषाम् उपरि अपि तादृश अवलम्बः भवति इति कृत्वा कालिकपरत्वं कालिकापरत्वम् इति सिद्ध्यति इति वार्ता अस्ति. अपि च शनिवासरस्य वर्गे किञ्चित् उक्तम् आसीत् वैशेषिकैः अङ्गीक्रियते इति. किमर्थं तथा उक्तम् इति किञ्चित् जयन्ती भगिनी वक्तुं यतते वा? आं भगिनि, अत्र वैशेषिकाः नैयायिकाः इति इति गणद्वयम् इति. नैयायिकाः तु अधिकांशतया वैशेषिकानां मतं स्वीक्रियते. केवलं वैशेषिकानाम् आधारः तु प्रमाणरूपेण भवति. ज्ञानविषये कान् उपयुज्य वैशेषिकाः सर्वं किं वैशेषिकाः तत्र उक्तमासीत् यत् वैशेषिकाः पदार्थनिरूपणे प्राधान्यं स्थापयन्ति, पदार्थनिरूपणपराः वैशेषिकाः खलु, इति अस्ति खलु भगिनी? न, वैशेषिकाः पदार्थनिरूपणपराः, नैयायिकाः तु प्रमाणनिरूपणपराः. इत्युक्ते वैशेषिकानां विचारे पदार्थनिरूपणस्य प्राधान्यम् अस्तु. एषः कः पदार्थः, एषः कः पदार्थः, कीदृशपदार्थः इति वैशेषिकाणां विचारे प्राधान्यम् आह्वहति. किन्तु नैयायिकानां विचारे प्रमाणस्य निरूपणमेव प्राधान्यं प्राप्नोति. प्रमाणं नाम इत्युक्ते अस्तु, एषः पदार्थः अस्ति चेत् सः पदार्थः कीदृशः, कथं तस्य ज्ञानम् उदेति इति. तर्हि द्रोणमहोदयेन उक्तमासीत् पदार्थनिरूपणम् इत्युक्ते आण्टालजि इव कः अस्ति इति. प्रमाणनिरूपणम् इत्युक्ते एपिस्टमालजि, द सोर्स् आफ् नालेज्, ज्ञानं कथं सिद्ध्यति इत्यादिकं नैयायिकाः वर्णयन्ति. पदार्थनिरूपणपराः तु वैशेषिकाः एव सन्ति. तर्हि वैशेषिकैः एव अङ्गीक्रियते कालः इति पदार्थः इति चेत् तर्हि नैयायिकानां तत्र अङ्गीकारः अस्ति तस्मिन् इति वार्ता. न्यायसाङ्ख्यवैशेषिकाः इति समानचिन्तनम् अस्ति एतेषां दर्शनानां. तर्हि एकम् अपरम् अवलम्बते इति कृत्वा वैशेषिकानां मतं नैयायिकाः अङ्गीकुर्वन्ति इति कृत्वा वैशेषिकैः निर्दिष्टः एषः पदार्थः कालः इति नैयायिकैः अपि अङ्गीक्रियते इति वार्ता अस्ति अत्र. अत्र कोऽपि प्रश्नः वा? अस्तु तर्हि इतः अग्रे तर्हि सरेम. सावित्री भगिनी अग्रिमपरिच्छेदं किञ्चित्. अस्तु भगिनि. एतादृशपदार्थे सिद्धे च लक्षणमपि सुगमं. तदादौ दिक्कृतपरत्वापरत्वयोः लक्षणे चिन्तयामः. ते च परत्वापरत्वे ज्ञात्वा एक एव वक्ता चैत्रः परः मैत्रः अपरः इति ब्रूते. तादृशव्यवहारेण श्रोतुः ज्ञानमुत्पद्यते. तत्र परत्वापरत्वे प्रकारतया चैत्रमैत्रौ विशेष्य विधया च अवभासेते. प्रकारतावच्छेदकं च परत्वत्वम् अपरत्वत्वम् आम् आम् एतावत्पर्यन्तं परिशीलयामः राकेशः. अस्तु, यथा भवती इदानीमेव उक्तवती, पदार्थस्वीकृते यदा वयं कालः पदार्थः रविक्रियाः उपाधयः कालस्य इति स्वीकुर्मः चेत् परत्वम् अपरत्वं ते तयोः लक्षणमपि अवगन्तुं शक्नुमः इति प्रथमवाक्यं खलु? हा, इति एव अस्ति. पदार्थः तु सिद्धः, वैशेषिकानां मतं मते अङ्गीकारः नैयायिकानाम् इति कृत्वा पदार्थः तु सिद्धः. अधुना पदार्थस्य लक्षणं कथयामः इति सुलभतया ते वदन्ति. तदादौ दिक्कृतपरत्वापरत्वयोः लक्षणे चिन्तयामः. अस्तु, पुनः दिक्कृतपरत्वम् अपरत्वं तस्य तयोः लक्षणं चिन्तयामः इति अग्रिम चित्रमपि दर्शितम् इति भाति. ते च परत्वापरत्वे ज्ञात्वा एव वक्ता चैत्रः परः मैत्रः अपरः इति ब्रूते. अस्तु, यथा पूर्वं वयं दृष्टवन्तः परापरव्यवहार असाधारणकारणे परत्वापरत्वे इति. अस्तु, प्रसङ्गः एवम् अस्ति. पूर्वं दृष्टवन्तः यत् यज्ञदत्तः इति एकः पुरुषः, सः द्रष्टा अस्ति. मैत्रः तस्य समीपं स्थितवान् अस्ति, चैत्रः किञ्चित् दूरं स्थितवान् अस्ति. तत्सर्वं दृष्ट्वा एकः पुरुषः अथवा एकः पुरुषः तत् परत्वम् अपरत्वं स्वीकृत्य अन्यस्य मनसि ज्ञानम् उत्पादयितुं प्रयत्नं करोति. अत्र सः कः वदति, तस्य मनसि परत्वम् अपरत्वम् इति गुणद्वयम् अस्ति, तस्य व्यवहारः अपि सः जानाति. तदनन्तरं सः वदति चैत्रः परः, मैत्रः अपरः इति. ते च परत्वापरत्वे ज्ञात्वा एव वक्ता चैत्रः परः, मैत्रः अपरः इति ब्रूते. तादृशव्यवहारेण श्रोतुः ज्ञानमुत्पद्यते. यदा सः वदति चैत्रः परः, मैत्रः अपरः, तदा सः श्रोतुः मनसि ज्ञानमुत्पद्यते. आकारं दृष्ट्वा अथवा आकारं ज्ञानमुत्पद्यते श्रोतुः मनसि. स्थितिः एवम् अस्ति, मैत्रः समीपे स्थितः, चैत्रः दूरे स्थितः इति ज्ञानं श्रोतुः मनसि आयाति. तत्र समीचीनं भगिनि, भवत्या आकारः इति उक्तः खलु, आकारः इत्युक्ते कः, किम्? ओ, ज्ञानजनकशब्दप्रयोगः इत्युक्ते इत्युक्ते व्यवहारः, ज्ञानजनक शब्दप्रयोगः. आकारः इत्युक्ते शब्दैः कथं वदामः इति वा? हा हा, समीचीनं, तावदेव अस्ति. शब्दैः ज्ञानस्य प्रकटीकरणम् इति आकारः. अत्र तु आकारः कीदृशः भवति शब्दैः प्रकटीक्रियते चेत्? भवती पठितवती एव. अस्मिन्नेव वाक्ये अस्ति, वक्ता किं वक्तुं शक्नोति? चैत्रः परः, मैत्रः अपरः इति. हा, समीचीनम्, इति ज्ञानस्य आकारः. अस्तु, तत्र परत्वापरत्वे प्रकारतया चैत्रमैत्रौ विशेष्यविधया च अवभासेते. तत्र किञ्चित् चित्रं चित्रस्य विवरणम् इति भाति. प्रकारतया अथवा परत्वापरत्वे प्रकारतया चैत्रमैत्रौ विशेष्यविधया च अवभासेते इत्युक्ते ज्ञानं तु एकविध दीपः इति चिन्तयामः. प्रकारता इत्युक्ते वदतु भगिनि, यत् यत् स्मरति वदतु. प्रकारता इति विशेषणस्य ज्ञानम् इति, विशेषण विशेष्यस्य भवति विशेष्यता, अपि च विशेषणस्य भवति प्रकारता इति. हा, समीचीनम्. अधुना चैत्रः परः इत्यस्मिन् चैत्रः विशेषणं वा अथवा विशेष्यः वा? चैत्रः परः, चैत्रः विशेष्यः, विशेष्यः विशेषणम्. विशेषणे कीदृशी विषयता अस्ति? विशेषणे कीदृशी विषयता, प्रकारता इति विषयता अस्ति. हा, प्रकारता नामिका विषयता अस्ति विशेषणे. अत्र तु विशेषणम् अस्ति किं, परः अथवा अपरः, परत्वम् अथवा अपरत्वम्. अतः किम् उक्तम्? परत्वापरत्वे, परत्वापरत्वे प्रकारतया चैत्रमैत्रौ विशेष्यविधया च अवभासेते इत्युक्ते प्रकारतया इति विषयता परत्वम् अवच्छिद्यते अथवा अपरत्वं परत्वस्य अवच्छेदनं भवति, प्रकारताः अवच्छेदनं भवति परत्वस्य इति किञ्चित् परिशीलयामः अग्रे गत्वा. अधुना प्रकारता तु परत्वे अथवा अपरत्वे अस्ति, चैत्रमैत्रौ तु विशेष्यौ खलु, चैत्रः अपि विशेष्य मैत्रः विशेष्यविधया एतौ अवभासेते. तर्हि चैत्रे च मैत्रे विशेष्यता वर्तते इति उक्तम् अत्र. तर्हि किञ्चित् पुनरावर्तनम् आवश्यकम् इति मन्ये. पुनस्मरणार्थं 33 पश्यन्तु कृपया, 33. सुनीलमहोदय पश्यति वा? अहं पश्यामि. तर्हि तस्मिन् पुटे किञ्चित् आरम्भतः इत्थं हि इति. भगिनि का पृष्ठसङ्ख्या? 33 भगिनि, 33 अपि च तत्र पूर्वं व्यवहारः आकारः इत्युक्तं, तत्र लघुप्रश्नः. तत्र ज्ञानस्य व्यवहारः इत्युक्ते ज्ञानजनकः शब्दप्रयोगः इत्येव किल? सत्यम्. अनन्तरम् आकारः इत्यस्य विषये किम् उक्तवती, पुनरेकवारं वदति वा कृपया? आकारः इत्युक्ते शब्देन प्रतिपादनं, ज्ञानस्य शब्देन प्रतिपादितं स्वरूपम् अथवा रूपम् इति वदामः वा न? ज्ञानस्य रूपं, किन्तु ज्ञानं शब्देन प्रतिपादितं भवति चेत् सः आकारः. यथा भगिनी उक्तवती चैत्रः परः, वस्तुतः चैत्रे परत्वम् अस्ति इति ज्ञानं, किन्तु शब्दैः तस्य प्रकटीकरणम् अथवा व्यक्तीकरणं भवति चैत्रः परः इति. तर्हि चैत्रः परः इति ज्ञानस्य आकारः भवति. तर्हि अत्र ज्ञानस्य व्यवहारः इति किं वदामः? व्यवहारः तु हा चैत्रः परः इति शब्दप्रयोगः एव व्यवहारः भवति, यतोहि वक्ता चैत्रः परः इति यदा वदति तत्तु आकारः, ज्ञानस्य शब्दैः प्रतिपादनम् अथवा व्यक्तीकरणं. किन्तु तादृश आकारः एव अपरस्य मनसि ज्ञानं जनयति खलु, श्रोतुः मनसि. ओ अस्तु. तर्हि चैत्रः परः इति एव वाक्यं यदा वक्ता वदति तद्भवति आकारः, यदा ज्ञानं जायते श्रोतुः मनसि सः अस्ति व्यवहारः इति. सत्यं, तदर्थं व्यवहारः इत्युक्ते ज्ञानजनकशब्दप्रयोगः इति उच्यते एतैः नैयायिकैः. सूक्ष्मः एव भेदः, अहम् अवगच्छामि, किन्तु तथा अस्ति. अस्तु, धन्यवादः. अपि च अयं दोषः सर्वैः क्रियते, मया अपि क्रियते. मनसि ज्ञानं तु आत्मनि अस्ति खलु इति वक्तव्यं तावदेव. तदर्थं ज्ञानजनकशब्दप्रयोगः इति. अस्तु, धन्यवादः. अस्तु, महोदय. हा अस्तु, पठतु. इत्थं हि सम्प्रदाये ज्ञानपदार्थं बोधयन्ति. ज्ञानं दीपस्थानापन्नं, विषयः प्रकाश्यः. ज्ञानस्य दीपरूपस्य या प्रभा सा विषयता सम्बन्धः. सा प्रभा यस्मिन् पतति स प्रकाश्यः ज्ञानस्य विषयः इत्युच्यते. यस्मिन् सा प्रभा नास्ति सः न प्रकाश्यते, अतः विषयः इति न उच्यते. अत्र ज्ञानस्य विषये अस्ति, अत्र घटे एकं चित्रमपि अस्ति, घटे प्रकाशं पतति, अतः अत्र घटस्य ज्ञानम् उत्पद्यते. अतः अत्र ज्ञानपदार्थम् एव बोधयन्ति. अत्र अत्र विषयः अस्ति प्रकाश्यः इति. अत्र ज्ञानस्य रूपं दीपरूपमेव अत्र अस्ति. दीपात् एका प्रभा अत्र घटे पतति, तद् विषयतासम्बद्धः इति. सा प्रभा यत्र यस्मिन् पतति सः एव प्रकाशः इति उच्यते, अथवा ज्ञानस्य विषयः इति उच्यते. यस्मिन् प्रभा नास्ति सः न प्रकाश्यः अथवा न प्रकाश्यते इति, तत्र विषयः न अस्ति इति. हा समीचीनं महोदय. तर्हि चित्रे दर्शितज्ञानस्य विषयः कः? अत्र घटस्य विषयः. घटः विषयः. घटः विषयः. तर्हि प्रायः अस्य ज्ञानस्य अयं घटः इति आकारः स्यात्. अयं घटः इति आकारे सति अत्र घटः ज्ञानस्य विषयः. तर्हि अत्र हा भवता उक्तमेव इति मन्ये, ज्ञानं तु दीपस्य स्थाने अस्ति, ज्ञानेन या यः विषयः प्रकाशितः तस्मिन् विषयता अपि अस्ति, विषयता अपि प्रभारूपेण पतति, विषयस्य विषयता पतति प्रभारूपेण विषयस्य उपरि इति बुद्धम्. अत्र कति विषयाः अथवा कति विषयताः सन्ति प्रथमचित्रे? एका विषयता एव. हा यतोहि एकः एव विषयः, तस्मिन् एकः एका एव विषयता अस्ति, अपि च ज्ञानं सविषयकपदार्थः इति उच्यते, यतोहि ज्ञानस्य सर्वदा भवति एकः विषयः इति अग्रे आयाति पठेम. अस्तु अग्रे पुष्पा भगिनी. भगिनी शृणोति वा केवलं? करोमि. इयं च एकनिमिष भगिनि. विषयता रूपा प्रभा घटे विद्यमाना न ज्ञानेन विना भवति. कस्य अयं प्रकाश, क्षम्यतां महोदय भगिनि, कस्य अयं प्रकाशः इत्युक्तौ ज्ञानस्य इत्युच्यते, अतः ज्ञानं प्रकाशस्य प्रेषकम् अत्र प्रेषकं निरूपकम् इति उच्यते, तथा च घटनिष्ठविषयतानिरूपकं ज्ञानम् इति सिद्धम्. अत्र प्रभागते विद्यमाना, अत्र प्रभा गते विद्यमानः तत् ज्ञानेन विना भवति, ज्ञानेन विना भवति. ज्ञानम् अस्ति या चेत् भवति. हा हा समीचीनं. तर्हि ज्ञानम् अस्ति चेत् ज्ञानेन या प्रभा जायते सा प्रभा विषयस्य उपरि पतति, सा प्रभा एव विषयता इति. अपि च कुत्र विद्यमाना एषा प्रभा? प्रभा घटे. हा घटे विद्यमाना. अस्तु अस्तु. कस्य अयं प्रकाशः इत्युक्तौ ज्ञानस्य इत्युच्यते. इदं प्रकाशः अयं पुल्लिङ्गे अयं कस्य प्रकाशः इति पुल्लिङ्गपदं खलु, तर्हि अयम् इति पुल्लिङ्गपदम्. अयम् इत्युच्यते चेत् ज्ञानस्य इत्युच्यते. अयं प्रकाशः यः घटस्य उपरि पतति सः प्रकाशः कस्य? ज्ञानस्य ज्ञानस्य इति उच्यते. ज्ञानस्य ज्ञानं वदति ज्ञानं प्रकर न ज्ञानं न प्रकर ज्ञानं ज्ञानं विषयं प्रकाशयति इति ज्ञानं विषयं प्रकाशयति अस्तु प्रकाशयति अतः ज्ञानं प्रकाशस्य प्रेषकं निरूपकम् इति उच्यते. अत्र ज्ञानं यत् तत् प्रकाशस्य तत् तं न तत् न तत् न ज्ञानम् अस्तु अस्तु ज्ञानं ज्ञानं कस्य प्रेषकम् अस्ति ज्ञानं कस्य प्रेषकम् अस्ति प्रकाशस्य हा ज्ञानं प्रकाशस्य प्रेषकम् अस्ति ज्ञानं प्रकाशं प्रेषयति ज्ञानं प्रकाशं प्रेषयति चेदेव विषयः अवभासते हा विषयः निरूपितः भवति अतः अग्रिमपदम् तथा च गतानिष्ट विषय विषयतानिरूपकं ज्ञानम् इति सिद्धं हा गता तत्र गतानिष्ट गतानिष्ट विषयतानिरूपकं तत्तु अत्र घटनिष्ठः अस्ति निरूपकस्य पूर्वं घटनिष्ठ अस्ति तत् तत् ज्ञानं सिद्धम् इत्युक्ते घटे घटे किम् अस्ति अधुना घटे निरूपकम् अस्ति न सुनील महोदयेन उक्तं विषयता कुत्र अस्ति हा इति ज्ञानस्य प्रकाशः घटस्य उपरि पतति तर्हि घटे या प्रभा अस्ति तस्य नाम किं तस्याः नाम किम् तस्याः नाम ज्ञानम् इदा सुनील महोदयेन इदानीम् उक्तं खलु घटे या प्रभा पतति सा प्रभा विषयता इति उच्यते हा तर्हि घटनिष्ठविषयता इत्युक्ते घटे विद्यमाना विषयता विषयतानिरूपकं हा घटे विद्यमाना विषयता तां निरूपयति ज्ञानम् इति कृत्वा घटनिष्ठविषयतानिरूपकं ज्ञानम् इति सिद्ध्यति ज्ञानं कीदृशम् इत्युक्ते घटनिष्ठविषयतानिरूपकम् अथवा तत्र दीर्घवाक्यम् उपयुज्य वदामश्चेत् ज्ञाननिष्ठविषयितानिरूपितघटनिष्ठविषयता इति सर्वम् आगच्छति खलु अन्ततो गत्वा ज्ञानं विषयतां निरूपयति ज्ञाननिष्ठविषयितानिरूपितघटनिष्ठविषयता इति आगच्छति तर्हि ज्ञानम् इति विषयी अस्ति ज्ञाने विषयः सर्वदा भवति इति कृत्वा ज्ञानं विषयी अथवा ज्ञानं सविषयकपदार्थः ज्ञानं किं करोति ज्ञानं तु विषयतां निरूपयति अपि च एषा विषयता कुत्र अस्ति अस्मिन् उदाहरणे घटे अस्ति यतोहि घटः ज्ञानस्य विषयः तदर्थं घटनिष्ठविषयतानिरूपकं ज्ञानम् इति सिद्ध्यति बुद्धम् अस्तु समीचीनम् अस्तु अग्रे रामप्रिया भगिनी कृपया प्रकाशः अपि एषः त्रिविधः घटभूतलयोः संयोगः यत् ज्ञानं प्रकाशयति तत् निदर्शनं स्वीकुर्मः तस्य शास्त्रेषु भूतलं घटवत् इति आकारः भवति इति उच्यते आकारः इत्यस्य ज्ञानादिसविषयकपदार्थानां ये विषयाः तेषां प्रकाशितानां शब्देन प्रतिपादितं स्वरूपम् इति अर्थः. अत्र एतद् प्रकाशः दीपेन आगच्छति, तद् त्रिविधः अस्ति. प्रकाशः त्रिविधः इत्युक्ते विषयता त्रिविधः. समीचीनं. घटभूतलयोः तर्हि इदानीं पूर्वतन उदाहरणं समाप्तम्. उपरितने चित्रे यदासीत् नूतनविषयः, पूर्वतने चित्रे तु एकः एव विषयः, एका एव विषयता. अधुना नूतन उदाहरणम् अस्तु भगिनि. घटभूतलयोः संयोगः यत् ज्ञानं प्रकाशयति तद् निदर्शनं स्वीकुर्मः. यदा वयं घटभूतलयोः यदा संयोगः भवति तद् एतद् ज्ञानं भवति प्रकाशरूपेण, तद् वयं उदाररूपेण स्वीकुर्मः इति. तस्य शास्त्रेषु भूतलं घटवत् इति आकारः भवति इति उच्यते. प्रथमं भूतलं घटवत् इति आकारः. आकारः इत्युक्ते ज्ञानादिसविषयकपदार्थानाम् इत्य शब्देन प्रतिपादितं स्वरूपम् इति अर्थः. भूतलं घटवत् इति आकारः. तत्र एव त्रयः त्रिविधः प्रकाशः आगच्छति इति अस्ति. भवती यथा उक्तवती त्रिविधः प्रकाशः किमर्थम् आगच्छति? त्रिविधः प्रकाशः इत्युक्ते प्रथमं घटः इति एकः प्रकाशः, घटभूतलयोः संयोगः इति. समीचीनं. भूतलम् इति एकं, संयोगः इति द्वितीयं, घटः इति तृतीयं. तर्हि भूतलं घटवत् इति आकारः, यद्यपि भूतलं घटवत् इति एकः एव आकारः, तस्मिन् त्रयः विषयाः सन्ति खलु. एते विषयाः के पुनः? भूतलं संयोगः, सम्बन्धः भूतलघटयोः मध्ये. तृतीयं घटः एव. घटः एव, हा, सम्यक् अस्ति. तर्हि त्रयः विषयाः सन्ति. त्रयः विषयाः सन्ति इत्युक्ते कति विषयताः भवन्ति? त्रयः विषयताः अपि. तिस्रः विषयताः अपि भवन्ति. सत्यं सत्यं. तर्हि यावन्तः विषयाः तावत्यः विषयताः अपि भवन्ति इति कृत्वा एकस्मिन् आकारे एतत् सर्वम् अन्तर्भूतं भवति. विषयाः, विषयेषु विद्यमानविषयता इति सर्वम् एकस्मिन् आकारे एव अन्तर्भूतं भवति. अस्तु, तर्हि अन्ततो गत्वा आकारः इत्यस्य अर्थः कः? आकारः इत्युक्ते शब्देन प्रतिपादितं स्वरूपम् इति अर्थः. हा, कस्य शब्देन प्रतिपादितं स्वरूपम्? अधुना शब्देन प्रतिपादितं स्वरूपम् इति उच्यते चेत् कस्य प्रतिपादनम् अभवत् इति प्रश्नः उदेति खलु. हा, अतः शब्देन किं प्रतिपादितम् अत्र? ज्ञानम् विषयं प्रतिपादितं. क्षम्यता. हा, ज्ञानमेव भगिनि, भवती यदुक्तवती तत् सत्यं. ज्ञानम् इति प्रतिपादितं, किन्तु ज्ञाने एतत् सर्वम् अन्तर्भूतं खलु. ज्ञानस्य विषयाः के अथवा विषयेषु विद्यमानाः विषयताः काः इति सर्वं ज्ञाने अन्तर्भूतम्. एतेषां सर्वेषां शब्देन प्रतिपादितं स्वरूपं किमस्ति? ज्ञानं. आकारः. आकारः इति एतेषां सर्वेषां शब्देन प्रतिपादितं स्वरूपम्. अतः एव उक्तम् अत्र स्थूलाक्षरैः यद् लिखितं, ज्ञानादिसविषयकपदार्थानां ये विषयाः तेषां प्रकाशितानाम् इत्युक्ते विषयाणां, प्रकाशिताः तु अत्र विषयाः, तर्हि तेषां प्रकाशितानां विषयाणां शब्देन प्रतिपादितं स्वरूपम् इति आकारः इति बुद्धम्. अस्तु, समीचीनं. तर्हि अत्र वयं दृष्टवन्तः यत् घटः, संयोगः, भूतलम् इति विषयत्रयं, तेषां प्रतिपादनं जातं भूतलं घटवत् इत्यनेन आकारेण. एतेषां सर्वेषां शब्देन प्रतिपादितस्वरूपमेव आकारः इति. तर्हि रामप्रिया भगिनी, भूतलं घटवत् इत्यस्मिन् वाक्ये विशेषणं किं, विशेष्यः कः इति किञ्चित्. घटवत् इति विशेषणं, भूतलम् इति विशेष्यम्. हा, समीचीनमस्ति. तर्हि भूतलम् इति विशेष्यं, घटवत् इति विशेषणम्. अग्रे गत्वा पश्यामः यद् विशेषणे एकविधविषयता अस्ति, विशेष्ये एकविध, अपि च पुनः तयोः सम्बन्धः यः अस्ति तस्मिन्नपि एकविधविषयता अस्ति इति अग्रे पठेम. अस्तु, सरला भगिनी अग्रे पठति वा? अग्रिमपरिच्छेदम् सरला भगिनी अस्ति किम्? अतः घटे इदानीं श्रूयते भगिनी? अत्र घटे एका प्रभा वर्तते, संयोगः घटभूतलयोः सम्बन्धः, तत्र एका प्रभा वर्तते. एवं भूतले एका प्रभा वर्तते, भूतले संयोगेन विद्यमानः घटभूतलस्य विशेषणं, भूतलं विशेषम्. तत्र सर्वासां प्रभाणां विषयता इति एकैव यदि संज्ञा स्यात् तर्हि किं विशेषणं किं विशेषम् इति न ज्ञायेत्. अतः तत्र तत्र विद्यमानायाः विषयतायाः संज्ञातरं कर्तव्यम्. विशेषणे विद्यमाना प्रभारूपविषयता प्रकारता इति कथ्यते, संयोगे विद्यमाना प्रभा संस्कारता इति, एवं विशेषे विद्यमाना प्रभा विशेषता इति कथ्यते. इदानीं प्रभा, दीपस्य प्रभा वा ज्ञानस्य विषयता, यदि विषयं प्रकाशते तस्य प्रभा तिस्त्र विधा सन्ति, एक विषयः, द्वितीय तस्य सम्बन्ध विषय, तस्य आश्रयस्य सम्बन्ध. सो विषयं घट, यदा घट विषय अस्ति, घटभूतलयो सम्बन्ध संयोग तस्य आश्रय भूतल. सो घट भवति विशेषणं, भूतलं भवति विशेष्यं. बहु समीचीनमस्ति भगिनी. इतोपि एकवारं वदतु, भूतलम् अस्ति किम्? भूतलम् अस्ति विशेषं, विशेषे या प्रभा पतति. एकनिमिषः. भूतलं घटवत् इति वदामश्चेत् तत्र घटवत् भूतलं घटवत्, भूतलम् अस्ति विशेषवाचकपदं, घटवत् भवति विशेषणवाचकपदं. भूतलं घटवत् इति कथनेन वयं तृतीय प्रभा अपि ज्ञातुं शक्नुमः. घटभूतलयो संयोगः अस्ति. हा, समीचीनम्. इति एव स्पष्टीकर्तुम् इच्छामि, यद्यपि तत्र भूतलं घटवत् इति अस्ति, यथा सरला भगिनी उक्तवती, घटवत् इति विशेषणं वाचकम् अस्ति, वस्तुतः विशेषणं तु घटः एव इति भगिनी उक्तवती एव. अस्तु भगिनी, अग्रे. सो भूतले संयोगेन घटभूतलस्य विशेषणं इदानीं वयं उक्तवन्तः. भूतलं विशेषं, तस्य सर्वासां प्रभाणां विषयता इति एकैव यदि संज्ञा स्यात् तर्हि किं विशेषणं किं विशेषम् इति न ज्ञायते. यथा वयम् उपरि प्रथमं चित्रं दृष्टवन्तः, तत्र एका विषयता अस्ति, अधोभागे तिस्रविषयता दत्तं सन्ति. प्रथमा विषयता या घटे प्रकाशयति, तस्य नाम अस्ति प्रकारता. घट अस्ति विशेषणं, तस्य नाम प्रकारता, द्वितीय घट्टभूतलयो संयोग संयोगसम्बन्धस्य ता विषयता, तस्य नाम अस्ति संस्कारता, द्वितीय संस्कर्ता संसर्गता संसर्गः इत्युक्ते सम्बन्धः सम्बन्धः यः कोऽपि भवतु तस्मिन् संसर्गता तस्मिन् संस्कर्ता अस्ति. तृतीय अस्ति विशेषं भूतलं, तस्य नाम भवति विशेषता. हा समीचीनमस्ति. तर्हि यथा प्रथमचित्रे आसीत् तथा नास्ति स्थितिः द्वितीयचित्रे, खलु? विषयतात्रयम् अस्ति चेत् तत्र तर्हि भेदः ज्ञापनीयः कथञ्चित्. अतः एव विशेषणे या विषयता अस्ति तस्य नाम प्रकारता, संयोगे अथवा सम्बन्धे या अस्ति विषयता तस्य नाम संसर्गता, पुनः विशेषे या प्रभा अथवा विषयता अस्ति तस्य नाम विशेष्यता इति सिद्धम्. अस्तु, अस्य आधारेण अधुना अस्माकं प्रकृतविषयं परिशीलयिष्यामः. पुनः तत्र सप्ताधिक एकशततमे पुटे अन्तिमवाक्यमस्ति, प्रकारता अवच्छेदकं च परत्वम् अपरत्वम् इति जातिद्वयं. तर्हि भगिनी वदतु तर्हि किञ्चित् प्रकारता अवच्छेदकं च परत्वम् इति उक्तं, चित्रं दृष्ट्वा वदतु किं कस्य अवच्छेदकम् इति. अस्तु, प्रकारता परत्वम् अस्ति विशेषणं, तस्मिन् अस्ति प्रकारता. अधोभागे अस्ति अपरत्वं, तस्मिन् अपि अस्ति प्रकारता. सो परत्वं निष्ठ परत्वं निष्ठप्रकारता अस्ति परत्वत्वे अवच्छिन्ना. पुनः भगिनि, परत्वं निष्ठप्रकारता अस्ति परत्वत्वे अवच्छिन्ना. परत्वत्वेन अवच्छिन्ना, हा बहु समीचीनमस्ति. तर्हि प्रकारतायाः अवच्छेदकं किम्? प्रकारतायाः अवच्छेदकम् अस्ति परत्वत्वम्. परत्वत्वम् इत्यतोहि हा, अपि च अपरत्वत्वम् अपि कस्य विषये? प्रकारतायाः तथैव. हा तर्हि चित्रद्वयमस्ति, अग्रिमपुटं पश्यन्तु, अष्टाधिक एकशतपुटं पश्यन्तु, तत्र चित्रद्वयमस्ति, परत्वे प्रकारता अस्ति, यतोहि परत्वम् इति विशेषणं. मैत्रः क्षम्यतां चैत्रः परः इति उच्यते चेत् परत्वं विशेषणं, यथा अधुना पठितवन्तः विशेषणे प्रकारता इति कृत्वा परत्वे प्रकारता. तद्वत् मैत्रः अपरः, तद्वत् मैत्र अपरः अस्ति, मैत्र अस्ति विशेषं, विशेषे अस्ति विशेषता, ता विशेषता अवच्छिन्ना भवति मैत्रे अस्ति अपरत्वम्, अपरत्वं भवति विशेषणं. सो अपरत्वम् अपरत्वे अस्ति प्रकारता, सा प्रकारता अवच्छिन्ना अस्ति अपरत्वत्वेन. सत्यं, हा समीचीनम् इति अस्ति वार्ता. तर्हि इदानीं किञ्चित् अभ्यासं कुर्मः, कः कम् अवच्छेदयति, अवच्छेदकं किम्, अवच्छिन्ना किम् इति. यथा भगिन्या उक्तं, प्रथमचित्रं पश्यन्तु, उपरितनचित्रं, तत्र परत्वम् इति अस्ति, परत्वे प्रकारता अस्ति, अपि च परत्वम् इति विशेषणमस्ति, तस्मिन् विद्यमानः धर्मः परत्वत्वम् इति. तर्हि किम् उक्तम् अत्र? प्रकारताः बह्व्यः भवन्ति खलु, प्रकारता इति परत्वे अस्ति. पूर्वस्मिन् उदाहरणे दृष्टवन्तः प्रकारता इति कुत्र आसीत्? घटे आसीत, घटे आसीत. तर्हि प्रकारताः भिन्नाः भवन्ति, तर्हि एका प्रकारता अपरस्याः कथं भिन्ना इति वक्तव्यं भवति, तदर्थम् अवच्छेदकम् आवश्यकम् इति कृत्वा एकस्मिन् स्थले परत्वत्वम् अवच्छेदकं प्रकारतायाः, अस्मिन् चित्रे. अपरस्मिन् स्थले अपरत्वत्वम् अवच्छेदकं प्रकारतायाः. तर्हि एकस्मिन् वाक्ये वदामश्चेत् कथं वदामः? सुनीलमहोदय प्रयत्नं करोति वा? प्रथमचित्रस्य वा? केवलं कः कस्य अवच्छेदकः इति वदतु, तावदेव. प्रथमचित्रे अत्र परत्वत्वं प्रकारतायाः अवच्छेदकं भवति. समीचीनं महोदय. तर्हि प्रकारता कीदृशी? इदानीं परत्वत्व अवच्छिन्न प्रकारता. हा, बहु सम्यक् अस्ति. तर्हि प्रकारता कीदृशी इति प्रश्ने कृते परत्वत्वावच्छिन्न प्रकारता. अस्तु, अधोभागे पश्यतु, तत्र अपरत्वम् इति अस्ति खलु, तत्रापि एका प्रकारता अस्ति. प्रकारता इति अस्ति. हा, बहु सम्यक्. इदानीं चैत्रः, तत्र सन्ध्या भगिनी किञ्चित् साहाय्यं करोति वा? चैत्रः तस्मिन् किम् अस्ति, कः अवच्छेदकः इत्यादिकं. तर्हि चैत्रे चैत्रः विशेष्यमस्ति, अतः चैत्रे विशेष्यता अस्ति. सा विशेष्यता चैत्रनिष्ठ चैत्रत्वावच्छिन्न विशेष्यता अस्ति. बहु समीचीनम्. अग्रे मैत्रः. मैत्रः अपि विशेष्यमतः मैत्रे अपि विशेष्यता. मैत्रे विद्यमाना विशेष्यता अस्ति मैत्रत्वावच्छिन्न विशेष्यता. हा, सम्यक् अस्ति. तर्हि एतत् सर्वम् अपेक्षितं यतोहि परत्वम् इत्यनेन एकं ज्ञानं जायते. अस्तु, चैत्रः परः इति एकं ज्ञानं, तस्य पृथक्तया प्रकारता विशेष्यता भवति. अपरत्वम् इत्यनेन अपरं ज्ञानं जायते, मैत्रः अपरः इति ज्ञानं जायते, अथवा मैत्रः अपरत्ववान्, तस्यापि पृथक्तया प्रकारता विशेष्यता इति भवति इति कृत्वा, सर्वेषां ज्ञानानां तथा भवति इति कृत्वा, प्रकारताः विशेषताः केन अवच्छिन्ना भवति इति ज्ञातव्यं भवति, तदा ज्ञानस्य निरूपणं भवति. अन्ततो गत्वा ज्ञानस्य कारणं यत्किमपि भवति तस्यापि निरूपणम् अनेन एव भवति इति वार्ता. अस्तु, इतः अग्रे सरेम वा? अत्र कोऽपि प्रश्नः कस्यचित् अथवा भ्रमः किमपि? अस्तु, तर्हि राजेन्द्रमहोदय अग्रिमपरिच्छेदं कृपया. तथा च भगिनि, तथा च चैत्रमेत्रत्वा अवच्छिन्न विशेषता निरूपित परत्व परतत्वतत्व अपरत्वतः अवच्छिन्न प्रकारता निरूपित निरूपक ज्ञाननिष्ठ कार्यता निरूपित कारणता आश्रय शब्द प्रयोगे शब्दप्रयोगनिष्ठ कार्यता निरूपितकारणता आश्रित्वं परत्वस्य अपरत्वस्य च लक्षणम्. अतः तु बृहत् वाक्यं यदा यत् अस्ति तत्र शब्दः अस्ति, तत्र चित्रद्वयं यथा अधः अधोभागे अस्ति तस्य विवरणम् अस्ति, मिलित्वा विवरणम् अस्ति तत्र. यथा महोदय अपि पूर्वम् उक्तवान्, भगिनी उक्तवती, चैत्रमेत्रत्व अवच्छिन्न चैत्रत्वेन अवच्छिन्न विशेषता अति, अपि च मैत्रत्वेन अवच्छिन्न विशेषता विशेषता द्वयम् अस्ति. ते विशेषता निरूपित परतत्वत्व अपरतत्वत अवच्छिन्ना प्रकारता. परतत्वत्वेन अवच्छिन्न प्रकारता अन्यत् अथवा अपरतत्वेन अवच्छिन्ना प्रकारता निरूपित. एकनिमिषं महोदय, बहु समीचीनमासीत्. तर्हि इतोपि एकवारं वदतु, निरूपितः कः इति. uh, इदानीं भवता यदुक्तं तत् सर्वं समीचीनं, केवलं का निरूपिता अस्ति अत्र एतावत् पर्यन्तं? परत्वम् अपरत्वं परतत्व परत्व परतत्वत्वं परतत्वम् अपरतत्वं निरूपितं न, ततः अग्रे किञ्चित् गतं भवता खलु, चैत्रमैत्रत्वावच्छिन्नविशेषता तत्तु समीचीनमेव, चैत्रे हा चैत्रे चैत्रत्वमस्ति, चैत्रत्वावच्छिन्नविशेषता चैत्रनिष्ठ, तर्हि चैत्रमैत्रत्वावच्छिन्नविशेषता तादृशी विशेष्यतया निरूपित, किं निरूपितं तादृशविशेष्यतया? परतत्वम् अपरतत्वम् पुनः ततः अग्रे गन्तव्यं भवति, केवलं केवलं परत्वत्वम् अथवा अपरत्वत्वं न निरूपितं प्रकारतया विशेषतया परतत्वेन अवच्छिन्न प्रकारता अपरतत्वेन अवच्छिन्न प्रकारता हा सम्यक्, तर्हि विशेषता प्रकारता तयोः मध्ये निरूपकनिरूप्यभावः वर्तते इति बुद्धम् अत्र मध्ये निरूपित इति पदम् अस्ति खलु, समासे कृते निरूपित इति आगतं, वस्तुतः चैत्रमैत्रत्वावच्छिन्नविशेष्यतया निरूपिता का अस्ति? हा सम्यक् इति निरूपिता अस्ति, अस्तु इतः अग्रे गच्छतु, सा प्रकारता या निरूपिता जाता विशेष्यतया सा किं करोति ततः अग्रे? तत् ज्ञाननिष्ठ कार्यतः एकनिमिषः सा प्रकारता अग्रे किमस्ति? निरूपक निरूपक ज्ञाननिष्ठ एकनिमिषः अस्तु एकनिमिषः, तर्हि निरूपकज्ञानं, यतोहि किमर्थं निरूपकज्ञानम् इति दृष्टवन्तः वयं दृष्टवन्तः खलु, ज्ञानं किमपि निरूपयति, अत्र ज्ञानं किं निरूपयति? कार्य न न सरला भगिनि प्रकारता विशेषता चैत्रे चैत्रे विशेषता पर चैत्रपर विशेषणं निरूपयति प्रकारता विशेषता निरूपति ज्ञानं निरूपयति प्रकारताम् इति. तर्हि राजेन्द्रमहोदय त्रयस्त्रिंशत्तमे पुटे वयं दृष्टवन्तः खलु, ज्ञानं निरूपयति ज्ञानं निरूपकं, किं निरूपयति ज्ञानं? परत्व अपरत्व छिन्न प्रकारता हा बहु सम्यक्, तर्हि परत्वा परत्वावच्छिन्न प्रकारतं प्रकारतां निरूपयति ज्ञानम्, अतः ज्ञानं ज्ञानं निरूपकम् आहत्य चैत्रमैत्रत्वावच्छिन्नविशेषतानिरूपिता या परत्वापरत्वावच्छिन्न प्रकारता अस्ति तस्याः निरूपकमस्ति ज्ञानम् इति आगतं, तर्हि ज्ञानपर्यन्तं प्राप्तिः, अधुना ज्ञाने किं किम् अस्ति? ज्ञाननिष्ठकार्यता कार्यता निरूपितकारणता शब्दप्रयोगः निरूपितकारणता आश्रयशब्दप्रयोगः शब्दप्रयोगनिष्ठकार्यता निरूपितकारणता आश्रय कारणता आश्रयत्वं परत्वम् अपरत्वम् कारणता आश्रयत्वं परत्वस्य अपरत्वस्य च लक्षणम् इति अस्ति. अस्तु तर्हि जयन्ती भगिनी भवती किञ्चित् ज्ञानात् आरभ्य अग्रे किञ्चित् निरूपयति वा? आं भगिनि ज्ञानात् आरभ्य ज्ञानं कीदृशमस्ति प्रथमतया महोदयेन यद् सविषयकं ज्ञानम् प्रकारतां निरूपयति कीदृशी प्रकारता परत्व परत्वा अपरत्वावच्छिन्नप्रकारतां निरूपयति. ज्ञाने कार्यता अस्ति. ज्ञाननिष्ठकार्यता कामपि निरूपयति, कारणतां निरूपयति. इत्युक्ते ज्ञान केन जायते? शब्दप्रयोगेन जायते. ज्ञातः शब्दप्रयोगस्य शब्दप्रयोगः कारणम् अस्ति चेत् तस्य कार्यमस्ति ज्ञानम्. अतः ज्ञाननिष्ठकार्यता निरूपितकारणता आश्रयः भवति शब्दप्रयोगः. शब्दप्रयोगः कस्यापि कार्यं भवति. अतः शब्दप्रयोगनिष्ठकार्यता निरूपितकारणता इति आयाति. शब्दप्रयोगस्य कारणं किं? गुणौ द्वौ, परत्वम् अपरत्वं च. ताभ्याम् एव जायते शब्दप्रयोगः. अतः शब्दप्रयोगनिष्ठकार्यतानिरूपितकारणताश्रयः परत्वं वा अपरत्वम्. अतः परत्व अपरत्वयोः लक्षणम् अस्ति, लक्षणम् अस्ति तत्सर्वं चैत्रत्व किं चैत्रनिष्ठ चैत्रत्वमैत्रत्व. अस्तु अस्तु अस्तु, एवम् एवं कुर्मः, किञ्चित् पृथक् कृत्वा वदेम. अस्तु, प्रथमचित्रं भवती वदतु. आम्, चैत्रविषये चैत्रत्व अवच्छिन्नविशेष्यता निरूपित, परत्वत्व अवच्छिन्न प्रकार परत्वनिष्ठ परत्वत्व अवच्छिन्ना प्रकारता निरूपक ज्ञाननिष्ठकार्यता निरूपित कारणताश्रय शब्दप्रयोगनिष्ठकार्यता निरूपितकारणताश्रयत्वं परत्वस्य लक्षणम्. बहु समीचीनमस्ति. इति परत्वस्य लक्षणम् आगतम्. हा, यतोहि अत्र आकारः अथवा व्यवहारः अस्ति चैत्रः परः इति. चैत्रः परः इत्यस्य व्यवहारार्थं परत्वम् इति गुणः चैत्रे स्यात् आदौ इति कृत्वा परत्वे मूलकारणत्वम् अस्ति. परत्वं मूलकारणम् एतस्य सर्वस्य इति. अस्तु, द्वितीयचित्रं सन्ध्या भगिनी वदति वा पृथक् कृत्वा? आम्, तर्हि मैत्रनिष्ठमैत्रत्वावच्छिन्न विशेषतानिरूपित अपरत्वनिष्ठ अपरत्वत्वावच्छिन्न प्रकारतानिरूपकं ज्ञानम्. समीचीनं, ज्ञानपर्यन्तम् आगतम्. अस्तु, निरूपकज्ञानम्. तर्हि तादृशप्रकारतानिरूपकज्ञाननिष्ठकार्यतानिरूपितकारणताश्रयः शब्दप्रयोगः. तर्हि तादृशशब्दप्रयोग शब्दप्रयोगनिष्ठकार्यतानिरूपितकारणताश्रयः अपरत्वम् इति. हा, कारणताश्रयः अपरत्वं. तर्हि तादृशकारणतायाः आश्रयत्वम् अपरत्वे अस्ति इति कृत्वा तादृशकारणताश्रयत्वम् अपरत्वस्य लक्षणम् इति उच्यते. अन्ततो गत्वा तर्हि एकवारम् अस्माभिः पठितं खलु लक्षणं यत्किमपि अस्ति प्रथमाविभक्त्यां भवतु इति. पुनः लक्षणं दीर्घं वाक्यं यद् पठति चेत् तत्र लक्षणम् इति यत्किमपि अस्ति प्रथमाविभक्त्यां भवति आश्रयत्वं लक्षणम् इति, यतोहि लक्षणस्य साक्षात् निर्देशः भवतु इति कृत्वा. इति कृत्वा परत्वस्य अपरत्वस्य च लक्षणम् इति तादृशी शैली अस्ति. एतत् सर्वं दीर्घवाक्यं कृत्वा कारणताश्रयत्वं परत्वस्य अथवा अपरत्वस्य लक्षणम् इति उच्यते. अस्तु, रामप्रिया भगिनी अग्रिमवाक्यत्रयं कृपया पठति वा? आम् भगिनि, अत्र परत्वत्व अपरत्वत्वे न एकस्यां प्रकारतायाम् अवच्छेदके, किन्तु ज्ञानभेदेन विभिन्नप्रकारतयोः एव, तथापि व्याख्यसौकर्याय सौकर्याय उक्तं सौकर्याय इत्थमेव कालकृतपरत्व अपरत्वयोः लक्षणे चिन्त्ये. अत्रैव अत्र परत्वत्व अपरत्वत्व एकप्रकारतायाम् अवच्छेदकः भवति. एकनिमिष, न इति पदमस्ति तत्र, न एकस्यां प्रकारतायाम् अवच्छेद न भवति इत्युक्ते परत्वं भिन्नतया भवति, अपरत्वं भिन्नतया अवच्छिन्ना भवति. अत्र वस्तुतः अवच्छिन्ना अस्ति प्रकारता, अवच्छेदकम् अस्ति परत्वं, खलु? भगिन्यौ यथा उक्तवत्यौ परत्वत्व परत्वनिष्ठ परत्वत्व अवच्छिन्ना प्रकारता, अवच्छिन्ना अस्ति प्रकारता, अवच्छेदकम् अस्ति परत्वं, क्षम्यतां परत्वत्वम् इति अवच्छेदकं. तर्हि प्रश्नः अस्ति यत् प्रकारता एकविधा एव अस्ति वा उभयत्र इति, अस्ति न वा? नास्ति, नास्ति. हा, एका प्रकारता एकस्याः प्रकारतायाः अवच्छेदकमस्ति परत्वत्वम्, अपरस्याः तु अपरत्वम्. अतः एव अत्र उक्तम् एते द्वे अपि न एकस्यां प्रकारतायाम् अवच्छेदके, किन्तु द्विविधं परत्वत्व अवच्छेदकम् अपरत्वत्वेन अवच्छेदकं भवति. हा, इति प्रकारताद्वयम् अपि च तयोः अवच्छेदकद्वयमपि अस्तु. किन्तु ज्ञानभेदेन विभिन्नप्रकारतायाः एव, ज्ञानमपि भिद्यते विभिन्नप्रकारता इत्युक्ते यद् वयम् उक्तवन्तः इदानीं परत्वत्व अपरत्वत्व अपरत्वत्वेन विभिन्नप्रकारताः. हा, विभिन्नप्रकारताः, एका प्रकारता परत्वत्वावच्छिन्न, अपरा प्रकारता अपरत्वत्वावच्छिन्ना अस्ति, प्रकारताद्वयं. तथापि व्याख्यसौकर्याय इत्थमुक्तम् इत्युक्ते यदा सौकर्याय एव द्वयोः अपि मिलित्वा उक्तम् इति अस्ति किल. हा, सत्यं. तर्हि वाक्ये किञ्चित् भ्रमः जातः खलु, चैत्रमैत्रत्वावच्छिन्नविशेष तत्सर्वं यथा जयन्ती भगिनी अपि च सन्ध्या भगिनी उक्तवती, पृथक्तया एव वक्तव्यं भवति. केवलं पुस्तके व्याख्यसौकर्याय लाघवम् इच्छन्ति इति भाति तदर्थम्. अस्तु, इत्थमेव कालकृतपरत्व अपरत्वयोः लक्षणे चिन्त्ये, इत्थमेव कालकृतपरत्वम् कालकृत अपरत्वस्य लक्षणम्. हा, एतावत्पर्यन्तं यत् कृतं तत् कीदृशं परत्वम् अपरत्वम्? कालकृतपरत्वं कालकृत अपरत्वं न, चिन्तयतु, चैत्रः परः मैत्रः अपरः इति आकारः उदाहरणे दिक्कृतं वा अथवा कालकृतं वा? चैत्रः परः अपरः इत्युक्ते तत्तु दिक्कृतं, दिक्कृतं यज्ञदत्तस्य दृष्ट्या चैत्रः परः अथवा चैत्रः परत्ववान्, मैत्रः अपरः मैत्रः अपरत्ववान् इति दिक्कृतम्. एवमेव कालकृतापरत्व अपरत्वयोः लक्षणे चिन्त्ये, लक्षणम् इति नपुंसकलिङ्गपदं द्विवचने, लक्षणे चिन्त्यम् इत्यस्य द्विवचने, चिन्तनीयम् अस्माभिः चिन्तनीयम् अस्माभिः इति अस्ति. अस्तु, अन्ते इतोपि एकः अंशः अस्ति. तर्हि ज्ञानस्य विषये एकः वक्ता भवति, एकः श्रोता भवति, खलु? श्रोतुः ज्ञानजननस्य प्रक्रिया काचित् किञ्चित् भिन्ना अस्ति, यतोहि क्षम्यतां वक्तुः इदानीं यज्ञदत्तः इति चिन्तयतु. अस्तु, यज्ञदत्तः साक्षात् पश्यति चैत्रं वा मैत्रम्. अस्तु, तस्य मनसि ज्ञानम् उदेति परत्वस्य अथवा अपरत्वस्य, खलु? तर्हि मध्ये शब्दप्रयोगः नास्ति, अतः यज्ञदत्तस्य साक्षात् ज्ञानम् उदेति, तर्हि यज्ञदत्तः इति वक्ता भवति, अपरस्मिन् ज्ञानं जनयति उक्त्वा. तर्हि प्रथमं ज्ञानं कथं जनयति यज्ञदत्ते इति इत्युक्ते, यत् परत्वमिति गुणः अस्ति सः गुणः चैत्रे अस्ति इति यज्ञदत्तः जानाति. अतः यज्ञदत्तस्य मनसि परत्वस्य कारणेन, परत्वम् इति गुणस्य कारणेन चैत्रः परः इति ज्ञानमुदेति. तत्र सर्वं समानं भवति, परत्वम् इति इत्यस्मिन् प्रकारता, चैत्रः इत्यस्मिन् विशेषता, तत्सर्वं समानं भवति. किन्तु परत्वं यज्ञदत्त चैत्रे आनीतं भवति चेत् यज्ञदत्तस्य ज्ञानम् उदेति इति कृत्वा मध्ये शब्दप्रयोगः न भवति. अन्ततो गत्वा कारणं तु परत्वमेव, परत्वे एव कारणता अस्ति. कार्यं तु ज्ञानं, कीदृशज्ञानं? चैत्रः परः इति ज्ञानं यज्ञदत्तस्य मनसि, विना शब्दप्रयोगं ज्ञानम् उदेति. इदानीं यज्ञदत्तः वक्ता, तदर्थं शब्दप्रयोगेन नास्ति, अपि तु साक्षात् ज्ञानं. किन्तु यदा श्रोता भवति, श्रोतुः मनसि ज्ञानजननार्थम् एतादृशी प्रक्रिया भवति. परत्वम् इति कारणं, परत्वेन शब्दप्रयोगः यज्ञदत्तः करोति. परत्वेन तर्हि शब्दप्रयोगे कार्यता अपि अस्ति, पुनः ज्ञानं प्रति, श्रोतुः ज्ञानं प्रति कारणता अपि अस्ति. अन्ततो गत्वा ज्ञानम् इत्येव कार्यं भवति इति अस्ति वार्ता. तर्हि वक्तुः दृष्ट्या शब्दप्रयोगः न आवश्यकः, ज्ञानमिति कार्यं साक्षात् जनयति परत्वं च अपरत्वं. श्रोतुः दृष्ट्या तु शब्दप्रयोगः इति भवति. अस्तु, सन्ध्या भगिनी. तर्हि अत्र यदि वक्तुः दृष्ट्या यदि वदामः एतत् चित्रं, तर्हि ज्ञाननिष्ठकार्यतानिरूपितकारणताश्रयत्वं परत्वे इति साक्षात् भवति. तत्र त्रीणि सोपानानि न भवति किल शब्दप्रयोगः. आम् आम्, सत्यं भगिनि, तथा एव अस्ति. परन्तु उभयत्र अन्ततो गत्वा ज्ञानम् इति कार्यं, यतोहि ज्ञानं जन्यं भवति, जायते इति कृत्वा. अन्य कोऽपि प्रश्नः? अस्तु तर्हि. हा, जयन्ति भगिनि. यत्र श्रोता अस्ति, श्रोतुः अस्ति, तत्र शब्दप्रयोगेन आरम्भः भवति खलु? प्रथमसोपानं न, तत्रापि परत्वमेव प्रथमसोपानं. कथं? हा, यतोहि परत्वम् इति गुणः नास्ति चेत् यज्ञदत्तः कथं शब्दप्रयोगं करोति? आम्, अतः अत्र तु प्रत्यक्षज्ञानं नास्ति. सत्यं सत्यं, प्रत्यक्षज्ञानं नास्ति इति तु सत्यं, परन्तु यः वक्ता अस्ति, वक्तुः मनसि एषः शब्दप्रयोगः कथम् आगच्छेत् इति चिन्तयामश्चेत् तत्र उत्तरमस्ति, परत्वमिति गुणः अस्ति, तेन गुणेन शब्दप्रयोगः अथवा ज्ञानजनकशब्दप्रयोगः जायते, तदा श्रोतुः ज्ञानं जायते इति कृत्वा त्रीणि सोपानानि इति, खलु भगिनि? अहं चिन्तयामि. पूर्वम् अस्माभिः पठितं खलु अनुमानम् इति, भिन्ना प्रक्रिया इति. हा, सत्यं सत्यं, ज्ञानं तु चतुर्विधम् अस्ति, किम्? अनुमानं, प्रमाणं, शब्दप्रयोगात् आरभ्यते चेत् प्रथमं तु शब्दप्रयोगः, तस्मात् गुणः अस्ति इति तस्य आत्मनि. तर्हि शब्दप्रयोगः कथं भवति इति चिन्त्यम् इदानीं. प्रयोगः तु वक्तुः दृष्ट्या गुणेन भवति, परत्वम् अस्ति अतः शब्दप्रयोगः जायते. परन्तु शब्दं शृणोति वा आकारं शृणोति, तस्मात् अस्तु गुणः अस्ति वगुणौ स्तः इति खलु हा सत्यं चैत्रः परः इति सः गुणः चैत्रः परः अथवा चैत्रः परत्ववान् चैत्रे परत्वम् अस्ति इति ज्ञानं शब्दप्रयोगेण जायते इति सत्यं भवती यदुक्तवती श्रोतुः दृष्ट्या परन्तु शब्दप्रयोगं कर्तुं किं किम् आवश्यकम् असाधारणं कारणं किं कार्यसामान्यं प्रति कारणम् इति न सामान्यकारणम् इति न इदानीं यः कोऽपि शब्दप्रयोगं करोति सः किं करोति परः चैत्रः परः इति करोति खलु सः किं चैत्रः मनुष्यः अथवा चैत्रः विद्वान् इति किमपि न वदति परत्वम् आधारीकृत्य चैत्रः परत्ववान् चैत्रः परः इति वदति खलु तदर्थं तस्य शब्दप्रयोगस्य असाधारणकारणत्वम् अस्ति परत्वे अथवा अपरत्वे इति उच्यते भगिन्याः सन्तोषः न जातः इति न प्रक्रिया एव तस्मिन् विषये एव तस्यां विषये एव भ्रमस्य विषये किमपि नास्ति भगिनि केवलं परत्वेन ज्ञानं जायते यः अपि पश्यति वक्ता साक्षात् यथा द्रोणमहोदय उक्तवान् दक्षिणभागे परत्वं निष्ठकारणता कार्यता अस्ति वक्तु मनसि वामतभागे अस्ति श्रोतु मनसि चित्रस्य वामतभाग हा तथा किमपि उक्तवान् आसीत् इति भाति आम् अस्तु अस्तु अन्य कोऽपि प्रश्नः नो चेत् विरमामः धन्यवादः धन्यवादः भगिनी शुभरात्रिः शुभरात्रिः